गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् चतुर्थं हेत्वाभासम् असिद्धः इति प्रकृतविषयः तत्र असिद्धः त्रिविधः आश्रयासिद्धः स्वरूपासिद्धः व्याप्यत्वासिद्धश्च इति त्रिविधप्रभेदाः अस्माभिः दृष्टाः तत्र आश्रयासिद्धः इति गगनारविन्दं तर्हि पक्षः एव नास्ति तादृश आश्रयः एव नास्ति अप्रसिद्धः अस्ति इति आश्रयासिद्धः स्वरूपासिद्धः इत्युक्ते किम् इति चेत् पक्षधर्मता नास्ति हेतौ पक्षधर्मता नास्ति नो चेत् पक्षे हेतुमत्वं नास्ति उभयमपि समानं पक्षधर्मता इति वदामश्चेत् हेतौ भवेत् पक्षे धर्मत्वेन अस्ति इति कृत्वा पक्षधर्मता हेतौ आगच्छति तर्हि धर्मी पक्षः भवति धर्मः हेतुः भवति नो चेत् अत्र हेतुमत्वम् इति अपि वक्तुं शक्यते हेतुमत्वं नाम किम् इति चेत् हेतुमत्वं कुत्र अस्ति पक्षे अस्ति हेतुः पक्षे अस्ति चेत् पक्षः हेतुमान् भवति तादृशभावः हेतुमत्वं पक्षे अस्ति उभयता वक्तुं शक्यते इति स्वरूपासिद्धः तदनन्तरं व्याप्यत्वासिद्धः इत्यत्र सोपादिकः हेतुः व्याप्यत्वासिद्धः इति लक्षणं कृतं सोपादिकः हेतुः उपाधिना सह यः हेतुः वर्तते तादृशहेतुः व्याप्यत्वासिद्धः हेत्वाभासः इति उक्तं तर्हि उपाधिः नाम का इति वक्तव्यमासीत् तत्र उपाधिः साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधिः इति लक्षणं कृतं हेत्वाभासस्थले एतादृशलक्षणमस्ति उपाधेः सोपादिकहेतुः इत्यत्र उपाधि इति पदं दृश्यते तस्य लक्षणं किम् इति चेत् साध्यव्यापकत्वे सति साधन अव्यापकत्वं तर्हि तत्रापि पदद्वयमस्ति अस्मिन् लक्षणे साध्यव्यापकत्वम् इति एकं पदं साधनव्यापकत्वं साधन अव्यापकत्वम् इति द्वितीयं पदं तर्हि साधन अव्यापकत्वं प्रथमं साध्यव्यापकत्वं नाम किम् इति चेत् साध्यसमानाधिकरण अत्यन्त अभाव अप्रतियोगित्वम् साध्यं यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे बहूनाम् अत्यन्त अभावानां वृत्तित्वम् अस्ति तादृश अत्यन्त अभावानां प्रतियोगित्वं बहुत्र भवति किन्तु कुत्र न भवेत् उपाधौ न भवेत् अप्रतियोगित्वम् उपाधौ भवेत् तर्हि साध्यसमानाधिकरण अत्यन्त अभाव अप्रतियोगित्वम् इति सामान्यभाषया वक्तव्यं चेत् यत्र साध्यमस्ति तत्र उपाधिः भवेत् अतः एव साध्यव्यापकत्वं साध्यस्य व्यापकः उपाधिः तादृशभावः साध्यव्यापकत्वम् उपाधौ एवं साधन अव्यापकत्वं साधनस्य अव्यापकत्वं साधनस्य अव्यापकः भवेत् उपाधिः तादृशभावः यदि उपाधौ अस्ति साधन अव्यापकत्वं नाम किम् इति चेत् साधनवन्निष्ठ अत्यन्त अभावप्रतियोगित्वम् इत्युक्ते किम् इति चेत् यत्र साधनं तत्र उपाधिः नास्ति इति अर्थः साधनवत् इत्युक्ते यस्मिन् अधिकरणे साधनमस्ति तस्मिन् अधिकरणे बहूनां बहवः अत्यन्त अभावाः सन्ति तेषां प्रतियोगित्वं तेषु वस्तुषु वर्तते एव तेषु अत्यन्त अभावेषु उपाधेः अत्यन्त अभावः अपि भवेत् तदा एव प्रतियोगित्वम् उपाधौ आगच्छति तर्हि सामान्यभाषया वदामश्चेत् कः अर्थः इति चेत् यत्र साधनं तत्र उपाधिः नास्ति इत्यर्थः तर्हि यत्र साध्यं तत्र उपाधिः अस्ति यत्र साधनं तत्र उपाधिः नास्ति इति स्थितिः अस्ति चेत् तादृशसाधनेन साध्यं न साधयितुं शक्यते. तर्हि उभयमपि भवेत्, साधन साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति दलद्वयमस्ति. यत्र साध्यमस्ति तत्र उपाधिः भवेत्, यत्र साधनमस्ति तत्र उपाधिः न भवेत् इति तादृशस्थितिः अस्ति चेत् तदा तत्र साधनेन तादृशसन्दर्भे यत् साधनमस्ति तेन साधनेन साध्यं साधयितुं न शक्यते इति आगतं. तत्सर्वम् अस्माभिः दृष्टं. तत्र अन्ते घटत्वं घटत्वादिदृष्टान्तेन वह्नेः धूम अभाववत् वृत्तित्वम् अवगच्छामः इति उक्तम्. तत्र चित्राणि चित्रद्वयमस्ति, तत् पुनः एकवारं दृष्ट्वा अग्रे गच्छेमि. तत्र प्रथमचित्रं पश्यतु, अहं तु 277 पेज् मध्ये चित्रं नम्बर् 193 तत्र अस्मि. घटत्वं शत अधिकरणेषु सन्ति, शत अधिकरणेषु घटत्वमस्ति. घटत्वं तु घटे अस्ति, तर्हि शतघटाः सन्ति इति स्वीकुर्मश्चेत् सर्वत्र घटत्वमस्ति. तेषु यत्र यत्र घटत्वमस्ति तत्र पृथिवीत्वम् अपि अस्ति इति वयं जानीमः. पराजातिः अस्ति पृथिवीत्वं घटत्वस्य अपेक्षया. घटत्वं केवलं घटे एव वर्तते, किन्तु पृथिवीत्वं घटे अपि वर्तते पटे अपि वर्तते इति कृत्वा अधिकदेशवृत्तित्वं पृथिवीत्वस्य भवत्येव, किन्तु घटत्वं यत्र अस्ति तत्र पृथिवीत्वम् अस्ति एव. घटत्वस्य अपेक्षया पराजातिः पृथिवीत्वम् इत्यतः. अतः इदानीं पृथिवीत्वं कुत्र कुत्र अस्ति इति चेत् सहस्रस्थलेषु अस्ति, पटादि अधिकरणानां नवशतानि, तेषु अपि पृथिवीत्वमस्ति. अपि च शत अधिकरणानि यत्र घटत्वमस्ति तत्रापि पृथिवीत्वमस्ति एव. तर्हि पृथिवीत्वम् आहत्य कति स्थलेषु वर्तते इति चेत् सहस्रस्थलेषु वर्तते. एवम् इदानीं द्रव्यत्वम् इति स्वीकुर्मश्चेत्, द्रव्यत्वम् इति पराजातिः पृथिवीत्वस्य अपेक्षया. द्रव्यत्वं पराजातिः अस्ति, तर्हि द्रव्यत्वं नवसु द्रव्येषु वर्तते, पृथिवीत्वं केवलं पृथिव्याम् एव वर्तते इति कृत्वा जलादि अधिकरणानां नवसहस्राणि इत्युक्ते आहत्य अयुतम् इति तस्य नाम अस्ति. अयुतम् इत्युक्ते 10,000 सङ्ख्यायाः नाम केवलं. तर्हि द्रवत्वम् अयुते अस्ति, पृथिवीत्वं सहस्रे अस्ति, घटत्वं तु शते अस्ति. यत्र यत्र घटत्वं तत्र तत्र पृथिवीत्वम् अस्ति, यत्र यत्र पृथिवीत्वं तत्र तत्र द्रव्यत्वम् अस्ति. किन्तु विपरीतरीत्या न वक्तुं शक्नुमः, यत्र यत्र द्रव्यत्वं तत्र तत्र पृथिवीत्वम् इति न वक्तुं शक्नुमः जलादि अधिकरणेषु व्यभिचारात्. एवं यत्र यत्र पृथिवीत्वं तत्र तत्र घटत्वम् इति न वक्तुं शक्नुमः पटादि अधिकरणेषु व्यभिचारात्. तर्हि अनयोः मध्ये किं व्याप्यं भवति, किं व्यापकं भवति इति चेत् घटत्वं व्याप्यं भवति, पृथिवीत्वं व्यापकं भवति. एवं पृथिवीत्वं व्यापकं भवति, द्रव्यत्वं पृथिवीत्वं व्याप्यं भवति, द्रव्यत्वं व्यापकं भवति इति प्रथमचित्रं बोधयति. अस्तु, द्वितीयचित्रे किं दत्तमस्ति इति चेत् घटत्वनिरूपितव्यापकत्वं पृथिवीत्वे अस्ति. घटत्वनिरूपितव्यापकत्वं, घटत्वनिरूपितव्यापकत्वं नाम किम् इति चेत् घटत्वस्य अपेक्षया व्यापकः कः इति पृष्टे सति पृथिवीत्वम्. यत्र यत्र घटत्वं तत्र तत्र पृथिवीत्वं निश्चयेन वर्तते इति कृत्वा घटत्वस्य अपेक्षया पृथिवीत्वं व्यापकम् अस्ति. अतः घटत्वनिरूपितव्यापकत्वं पृथिवीत्वे अस्ति, किन्तु घटत्वनिरूपितव्यापकत्व अभावः कुत्र अस्ति इति चेत् जलादि अधिकरणेषु अस्ति, तदेव तत्र द्वितीयशरः घटत्वम् आरभ्य अधः एकः शरः दत्तमस्ति खलु अभावः इति, घटत्व अभावः इति नास्ति, घटत्वनिष्ठव्यापकत्व अभावः, घटत्वनिरूपितव्यापकत्व अभावः जलादि जलादि अधिकरणेषु सन्ति अस्ति अस्तु। एवं पृथ्वीत्वनिरूपितव्यापकत्व अभावः पुनः जलादि अधिकरणानि सन्ति, किन्तु यस्मिन् जलादि अधिकरणेषु द्रव्यत्वं वर्तते तर्हि एतद्बुद्धम्, अत्र किमपि क्लेशः नास्ति, किन्तु किमर्थम् अत्र एतादृशचिन्तनम् इति चेत् अत्र घटत्वं पृथिवीत्वं द्रव्यत्वम् इति त्रयः पदार्थाः सन्ति, एषु पदार्थेषु कः साध्यं, किं साधनं, किम् उपाधिः इति सत्यभामा भगिनी वदति वा? आं महोदय, हा प्रथमचित्रे खडत्वं खडत्वम् इति साध्यमस्ति, खडत्वं उत्तमं, तत्र उपाधिः पृथ्वीत्वं द्रव्यत्वं व्यापकः हेतुः अस्ति, उत्तमं बहु उत्तमं, तर्हि घटत्वम् इति साध्यं, पृथ्वीत्वम् इति उपाधिः, द्रव्यत्वम् इति हेतुः, द्रव्यत्वम् इति हेतुः, सविचीरं। तर्हि इदानीं द्रव्यत्वम् इति हेतुं स्वीकृत्य घटत्वं साधयितुं शक्यते वा? द्रव्यत्वम् अन्यत्रापि अस्ति, अतः अत्र किञ्चित् क्लेशः अस्ति, डैरेक्ट् कनेक्षन् नास्ति खलु, तर्हि कथं निरूपयामः? अत्र उपाधित्वम् आनेतव्यं कथञ्चित्, अत्र पृथ्वी खडत्वं केवलं शत अधिकरणेषु एव वर्तते, यदा वयं पूर्वं दृष्टवन्तः तादृशमेव कर्तुं शक्यते इति मम चिन्तनं महोदय। आमां तदेव, इत्युक्ते पूर्वं यद् उक्तं धूमः आर्द्रेन्द्रसंयोगः वह्निः, तत्र धूमः इति साध्यम्, आर्द्रेन्द्रसंयोगः इति उपाधिः, वह्निः इति साधनम्, एवम् अत्र घटत्वम् इति साध्यं, पृथ्वीत्वम् इति उपाधिः, द्रव्यत्वम् इति साधनम्। अतः यत्र घटत्वम् अस्ति तत्र पृथ्वीत्वम् अस्ति, परन्तु पृथ्वीत्वं तु अन्यत्रापि अन्यत्र अपि अस्ति, यत्र द्रव्यत्वम् अस्ति तत्र पृथ्वीत्वम् अपि च घटत्वम् अस्ति इति वदति चेत् किमपि न साधयामः। अत्र साधनार्थम् इत्युक्ते द्रव्यत्वम् इति साधनं खलु, घटत्वम् इति साध्यं, द्रव्यत्वम् इति साधनं स्वीकृत्य घटत्वम् इति साध्यं न साधयितुं शक्यते, किमर्थम्? अत्र हेतुः यत्र यत्र व्याप्तिः न साधयितुं शक्यते, न अत्र व्याप्तेः चिन्तनमेव नास्ति, अत्र उपाधिं स्वीकृत्य साधनीयं, तर्हि एकमेव वाक्यं भवत्या वक्तव्यमस्ति, यत्र उपाधिः इति पदं किं वक्तव्यं, श्रूयेत् वा? अस्तु महेश महोदय वदतु, प्रश्नं पुनः पृच्छामि। अस्तु महोदय, द्रव्यत्वम् इति साधनं स्वीकृत्य घटत्वम् इति साधय साध्यं न साधयितुं शक्नुमः किमर्थम् साधनः अत्र द्रव्यत्वनिष्ठ अत्यन्ताभावप्रतियोगित्वम् इति सामान्यभाषया वदतु महोदय, तदनन्तरं न्यायभाषायां चिन्तनं कुर्मः, प्रथमं सामान्यभाषया वदतु। अस्तु, द्रव्यत्वं स्वीकृत्य घटत्वम् इत्यस्य निरूपणं किमर्थं न कर्तुं शक्नुमः? व्याप्तिः तत्र पक्षधर्मता तु अस्ति, परन्तु व्याप्ति नास्ति, व्याप्तांशे भ्रमः क्लेशः अस्ति। न न, इदानीं भवता अत्र पृथिवीत्वम् इति उपाधिः अस्ति खलु, तद् आनेतव्यम्। उपाधेः प्रयोजनं किम्? अत्र उपाधिं स्वीकृत्य एव निरूपणं जायमानमस्ति। हा आम्, सत्यं, साध्यव्यापकत्वे सति साधन अव्यापकत्वं द्रव्यत्वे हेत्वाभासं कल्पयितुम् अत्र उपाधेः प्रयोगः करणीयः। द्रव्यत्वे हेत्वाभासः, हा हेतोः हेत्वाभासः अस्ति, सद्धेतुः नास्ति द्रव्यत्वं, सद्धेतुः नास्ति, सत्यम्। घटत्वव्यापकत्वे सति द्रव्यत्व अव्यापकत्वम् इति पृथिवीत्वम् अस्ति, सामान्यभाषया वदतु। अस्तु, घटत्वेन घटस्य व्यापकः पृथिवीत्वम् अस्ति, परन्तु द्रव्यत्वेन अव्यापकम् अस्ति पृथिवीत्वम्। अतः एव पृथिवीत्वम् इति उपयुज्य घटत्वम् इति न निरूपयति। व्यापकम् इति पदं मा उपयोगं करोतु, व्यापकम् इति पारिभाषिकशब्दः अस्ति खलु, सामान्यभाषे वदतु, यत्र तत्र इति तादृशम्। हा अस्तु अस्तु, यत्र यत्र घटत्वं तत्र तत्र पृथिवीत्वं, परन्तु यत्र यत्र पृथिवीत्वं यत्र यत्र द्रव्यत्वं तत्र तत्र पृथिवीत्वम् इति नास्ति। अतः पृथिवीत्वम् इति उपाधिं स्वीकृत्य घटत्वस्य निरूपणं न कर्तुं शक्नुमः इति। पृथिवीत्वम् इति उपाधिं स्वीकृत्य घटत्वस्य निरूपणं न कर्तुं शक्नुमः इति न वक्तव्यम्, अत्र पृथिवीत्वं हेतुः नास्ति खलु। आं सत्यं, सर्वम् उक्तवान्, किञ्चित् इतोपि स्पष्टतया वक्तव्यं तावदेव। यत्र यत्र घटत्वं तत्र तत्र पृथिवीत्वं, परन्तु यत्र यत्र द्रव्यत्वं तत्र तत्र पृथिवीत्वं नास्ति। अतः अहो अतः द्रव्यत्वम् इति स्वीकृत्य पृथिवीत्वम् इति उपाधिना घटत्वम् इत्यस्य निरूपणं न कर्तुं शक्नुमः। न, उपाधिः तादृशमपि न वक्तव्यं महोदय, उपाधिना साध्यं न साधयामः खलु, उपाधिना किं कुर्मः, साधने हेत्वाभासं कल्पयामः, दुष्टत्वं कल्पयामः। अस्तु, अत्र घटत्वम् इति यथा स्फटिकमणि अपि च जपापुष्प इति अस्ति, रक्तवर्णं दृश्यते स्फटिके, स्फटिकमणौ स्फटिकमणि, तद् उदाहरणं मा स्वीकरोतु, तत्र क्लेशः भवति। अस्तु, किञ्चित् चिन्तयतु, रमेश महोदय वदति वा? महोदय, यत्र यत्र द्रव्यत्वं तत्र तत्र घटत्वम् इति न वक्तुं शक्यते इति वा? किमर्थं न वक्तुं शक्यते? द्रव्यत्वस्य अधिकानि अधिकरणानि अस्ति, घटत्वस्य केवलं घट एव अस्ति इति वदति चेत् अत्र पृथिवीत्वस्य उपयोगः एव न कृतः खलु भवत्या, अत्र पृथिवीत्वम् इति त्यक्त्वापि एतादृशं चिन्तयितुं शक्नुमः। समीचीनचिन्तनं, किन्तु तत्र पृथिवीत्वं कथञ्चित् आनेतव्यम्। यत्र यत्र द्रव्यत्वं तत्र तत्र घटत्वम् इति न भवति इति ज्ञानमस्ति चेत् अत्र पृथिवीत्वस्य आवश्यकता एव नास्ति। अस्तु, रमेश महोदय वदतु। यत्र यत्र घटत्व घटत्वम् अस्ति तत्र तत्र पृथ्वीत्वं भवेत् एव. तर्हि पृथ्वीत्वं घटत्वस्य व्यापकः भवति. यत्र यत्र द्रव्यत्वम् अस्ति तत्र तत्र पृथ्वीत्वम् अस्ति इति न वक्तुं शक्यते. जल जलत्वम् अपि भवितुम् अर्हति द्रव्यत्वे. तर्हि द्रव्यत्वे नास्ति, द्रव्यत्वे न, जलत्वं यत्र जलत्वम् अस्ति तत्र अपि द्रव्यत्वम् अस्ति. तर्हि द्रव्यत्वं यदस्ति तत् पृथ्वीत्वस्य यत्र पृथ्वीत्वम् अस्ति तत्र तत्र सर्वत्र द्रव्यत्वम् अस्ति, परन्तु यत्र यत्र द्रव्यत्वम् अस्ति तत्र तत्र पृथ्वीत्वम् अस्ति इति न वक्तुं शक्यते. तर्हि पृथ्वीत्वम् इति यत् अस्ति तद् द्रव्यत्वं पृथ्वीत्वेन व्यापकः न, पृथ्वीत्वस्य व्यापकः अस्ति, परन्तु पृथ्वीत्वं द्रव्यत्वस्य व्यापकः न अस्ति. तर्हि तत् साध्यव्यापकत्वे सति साधनस्य अव्यापकत्वं. तर्हि साधनम् अव्यापक साधनस्य अव्यापकत्वम् अस्ति पृथ्वीत्वे. अनेन किम्? अनेन न वक्तुं शक्यते कि यत्र द्रव्यत्वम् अस्ति तत्र घटत्वं भवेत् एव इति न वक्तुं शक्यते. हा न, सर्वे अवगतवन्तः, सर्वे अवगतवन्तः, किन्तु कथम् उपयोगः करणीयः इत्युक्ते अग्रे यदा इदानीम् अनुमानस्य पाठं समापयामः तदा लोके अनुमानस्य प्रयोगः यदा करणीयः तथा तदा कथम् अस्य अस्य पाठस्य उपयोगः करणीयः इति अवगन्तुं मया पृष्टमासीत्. अस्तु, किञ्चित् शृणोतु, एवम् अहं वदामि. हेतौ हेतुः उपादेः वयं तत् पृष्ट पी डि एफ् मध्ये अस्ति खलु, तत् यदि चित्रं पश्यामः तत्र केवलं तस्मिन् च सङ्ख्या का चित्र चित्रसङ्ख्या का तद्वदतु. एकं निमिषं, चित्रं कुत्रापि चित्रसङ्ख्या यदि नम्बर् साध्यम् उपाधि साधनं 2.1 अस्ति चेत् तद् तत्र एव वयं साधनम् उपयोग्य साध्यस्य निरूपणं कर्तुं शक्नुमः. परन्तु अत्र यदस्ति तद् साधनं साध्यं न साधनं हा यदस्ति 3.1 अस्ति. उत्तमं, बहु उत्तमं. घटत्वं पृथिवीत्वं द्रव्यत्वम् इत्यत्र 3.1 तयोः तेषु मध्ये यः सम्बन्धः अस्ति तत् 3.1 इति चित्रे प्रदर्शितमस्ति. तदेव अग्रिमे पुटे पश्यति चेत् साधनव्यापकत्वे सति साध्यव्यापकत्वम् इति एकमेव स्थलं 3.1 तदेव उपाधिः. अस्तु, तर्हि अत्र पश्यन्तु, किञ्चित् शृणोतु महोदय, बहु समीचीनं, सर्वे अवगतवन्तः एव, किन्तु अस्य प्रयोगः कथं करणीयम् इत्युक्ते साध्यं साधनम् अनयोः मध्ये सम्बन्धः कः इति वयं न जानीमः चेत्, यदि जानीमः इत्युक्ते यत्र यत्र घटत्वं तत्र तत्र द्रव्यत्वम् इति व्याप्यव्यापकसम्बन्धः घटत्वद्रव्यतयोः मध्ये, यत्र यत्र द्रव्यत्वाभावः तत्र तत्र घटत्वाभावः इति उभयमपि अस्ति इति अन्वयसहचारः व्यतिरेकसहचारः घटत्वद्रव्यत्वयोः मध्ये ज्ञानमस्ति चेत् उपादेः प्रयोगः न करणीयः एव. साक्षात् वक्तुं शक्नुमः खलु, तर्हि यत्र यत्र घटत्वं तत्र तत्र द्रव्यत्वं, यत्र यत्र द्रव्यत्वाभावः तत्र तत्र घटत्वाभावः इति चेत् घटत्वम् इति साधनत्वेन स्वीकृत्य द्रव्यत्वं साधयितुं शक्यते, किन्तु विपरीतरीत्या न शक्यते. इत्युक्ते यत्र यत्र द्रव्यत्वं तत्र तत्र घटत्वम् इति नास्ति चेत्, यत्र यत्र घटत्वाभावः तत्र तत्र द्रव्यत्वाभावः इति अपि नास्ति चेत्, तर्हि द्रव्यत्वम् इति हेतुः यदा कदापि न भवति इति तादृशचिन्तनम् अत्र न कार्यम्. यदि तादृशज्ञानमस्ति, साध्यसाधनयोः मध्ये व्याप्तिज्ञानमस्ति चेत् उपाधेः प्रयोगः एव नास्ति, प्रयोजनमेव नास्ति. किन्तु यत्र तादृशज्ञानं नास्ति, साध्यसाधनयोः मध्ये व्याप्तिज्ञानं निर्णेतुम् उपायः नास्ति चेत् तत्र किं करणीयम्? उपाधिं स्वीकृत्य अत्र किमपि निर्णयः कर्तुं शक्यते, तदेव अत्र प्रसङ्गविषयः. अस्तु, तर्हि चिन्तयतु, घटत्वं द्रव्यत्वम् अनयोः मध्ये कः सम्बन्धः इति अस्माभिः इति अस्माकं ज्ञानं नास्ति इति चिन्तयतु. किन्तु एकं ज्ञानमस्ति, किम्? यत्र यत्र घटत्वं तत्र तत्र पृथिवीत्वम् इति ज्ञानमस्ति इति चिन्तयतु. तर्हि पृथिवीत्वं घटत्वस्य व्यापकः अस्ति इति चिन्तयतु. तद् ज्ञानमस्ति एकम्. द्वितीयं ज्ञानमपि अस्ति, यत्र साधनं द्रव्यत्वम् अस्ति, यत्र जलम् इति स्वीकुर्मः अधिकरणं, यत्र द्रव्यत्वम् अस्ति इति ज्ञानमस्ति, तत्र उपादेः अभावः अस्ति इति ज्ञानमस्ति चेत्, एतदेव मुख्यवार्ता, यत्र साधनमस्ति तत्र उपादेः, उपाधिः नाम का? साध्यस्य व्यापकः अस्ति, साध्यव्यापकत्वम् उपाधौ भवेत्. तर्हि साध्यस्य व्यापकः यः उपाधिः, तत् साधनस्य एकस्मिन् अधिकरणे नास्ति चेत्, यथा अयोगोलकम्, अयोगोलके साधनम् इति अवधिः अस्ति किन्तु तत्र उपाधिः आर्द्रेन्द्रसंयोगः नास्ति इति प्रदर्शयामः चेत् पर्याप्तं भवति एतत् साधनं दुष्टहेतुः, अनेन साधनेन साध्यं न साधयितुं शक्यते. तदेव अत्रापि लिखितमस्ति, सत्यं तदेव लिखितमस्ति. पृथ्वीत्वं घटत्वस्य व्यापकः तद्वयं जानीमः, अपि च यत्र द्रव्यत्वम् अस्ति जलम् इति एकमेव स्थलं, जले पृथ्वीत्वं नास्ति इति वयं जानीमः चेत् तेन किं जायते? द्रव्यत्वम् इति हेतुं स्वीकृत्य पट घटत्वस्य निरूपणं न कर्तुं शक्यते. एवं वह्निः इति हेतुं स्वीकृत्य धूमः इति साध्यं न कारयितुं शक्यते. किमर्थम् इति चेत् आर्द्रेन्द्रसंयोगः इति उपाधिः तत्र नास्ति, अयोगोलके अधिकरणे यत्र वह्निः अस्ति तत्र नास्ति. तावदेव. तर्हि अग्रे यदा लोके अस्य पाठस्य प्रयोगः कुर्मः तर्हि तत्र पदार्थद्वयं वर्तते, कोऽपि वदति एतदेव साधनम्, अनेन साधनेन एतत् साध्यं साधयितुम् इच्छामि इति, अपि च साधनसाध्ययोः मध्ये कः सम्बन्धः इति तादृशज्ञानं नास्ति चेत्, अपि च तादृशज्ञानं प्राप्तुम् उपायः नास्ति चेत्, प्रमाणं नास्ति चेत् किं कर्तव्यम्? अत्र उपाधिः किमपि अस्ति वा इति द्रष्टव्यम्. साध्यस्य व्यापकः किमपि अस्ति वा इति द्रष्टव्यं प्रथमसोपाने. द्वितीयसोपाने तादृश उपाधिः, द्वितीयसोपाने साधनं यस्मिन् अधिकरणे अस्ति तादृश अधिकरणे उपाधिः न भवितुमर्हति वा, तादृश अधिकरणमस्ति वा इति द्रष्टव्यम्. एकमपि अधिकरणं पर्याप्तम्, अयोगोलकं नो चेत् जलम् इति एकमेव अधिकरणं पर्याप्तम्, एकं स्थलं प्रदर्शयामश्चेत् तेन दुष्टत्वं सम्पादयितुं शक्यते इति आशयः. बहु समीचीनम् इति सामान्यभाषया. तदनन्तरम् अत्र व्यापकत्वं व्याप्त्यत्वम् इति एतत् सर्वं यत् यद् भवद्भिः उक्तं तत्सर्वं समीचीनमेव. पृथ्वीत्वम् इति घटत्वस्य व्यापकः, साध्यस्य व्यापकः अस्ति किन्तु साधनस्य अव्यापकः अस्ति इति कृत्वा तदेव लक्षणत्वेन दत्तं, साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपादेः लक्षणम् इति. अस्तु, तर्हि सर्वं चिन्तितम् इति कृत्वा अग्रे झटिति पठितुं शक्यते. मेहुल् महोदय, भवानेव पठति वा घटत्वादिदृष्टान्तेन वह्नौ? आम् महोदय, घटत्वादिदृष्टान्तेन वह्नौ धूमव्यभिचारसमर्थनम्. अस्तु, अत्रापि प्रसिद्धस्थले इत्थमेव वर्णनं सम्भवति. घटत्वस्य शतमधिकरणानि इति मन्यामहे, पृथिवीत्वस्य च अधिकरणानां तत्शतम्, अन्यानि च नवशतानि इति आहत्य अधिकरणानां सहस्रं भवति. अतः पृथिवीत्वं घटत्वस्य व्यापकम् इति आगतं. द्रव्यत्वजातेस्तु अधिकरणानां पूर्वोक्तं सहस्रम्, अन्यानि च नवसहस्राणि इति मिलित्वा अधिकरणानाम् अयुतम् अभवति इति स्थितिः. अस्तु, तर्हि अत्र तदेव अत्र चित्रे यत् दर्शितं तदेव तस्यैव विवरणमस्ति. घटत्वस्य शतम् अधिकरणानि सन्ति इति चिन्तयामः. तर्हि पृथिवीत्वम् इत्यस्य पटादि अन्य नवशतानि अधिकरणानि अपि सन्ति, अतः आहत्य पृथिवीत्वम् इति सहस्र अधिकरणेषु अस्ति. पुनः द्रव्यत्वम् इति जातिः तस्य अपेक्षया अधिकानि अधिकरणानि तत्र अपि द्रव्यत्वम् अस्ति. अतः अयुतम् इत्युक्ते दशसहस्र अधिकरणानि तेषु द्रव्यत्वम् अस्ति इति स्थितिः भवति. तत्र द्रव्यत्वं तावत् घटत्वव्यापकस्य पृथिवीत्वस्य एव व्यभिचारी भवति चेत् सुतरां घटत्वस्य व्यभिचारी भवति. तर्हि अत्र द्रव्यत्वम् अत्र घटत्वव्यापकस्य इत्युक्ते पृथिवीत्वस्य व्यभिचारी भवति, तर्हि सुतराम् इत्युक्ते निश्चयेन घटत्वम् इति द्रव्यत्वस्य अपि व्यभिचारी भवति. पृथिवीत्व अभाववति जले विद्यमानं द्रव्यत्वं घटत्वाभाववति पटे सुतरां भवति. अतः व्यापकव्यभिचारी व्याप्यस्यापि व्यभिचारी इति नियमः सिद्ध्यति. तर्हि अत्र नियमः कः आगच्छति इत्युक्ते व्यापकव्यभिचारी व्याप्यस्य अपि व्यभिचारी भवति इति नियमः भवति. अत्र व्यापकव्यभिचारी इत्युक्ते पृथिवीत्व इति व्यापकः अस्ति कस्य? तर्हि घटत्वस्य व्यापकः पृथिवीत्वम् इति सः व्यापकः. हा, क्षम्यताम्, अत्र प्रथमवाक्यमस्ति खलु, तदेकवारं पठतु. तत्र द्रव्यत्वं, तत्र द्रव्यत्वं तावत् घटत्वव्यापकस्य पृथिवीत्वस्य एव व्यभिचारी भवति चेत् सुतरां घटत्वस्य व्यभिचारी भवति. अत्र व्यभिचारी इति पदमस्ति खलु, तस्य विभक्तिवचनं किम्? अहं मन्ये प्रथमा एकवचनमेव व्यभिचारी, ह्रस्व इकारान्त. यदि अत्र प्रातिपदिकं किं तत्र? ओ आम्, सत्यं, व्यभिचारी इति व्यभिचारः इति भवति वा? व्यभिचार इति प्रातिपदिकं वा? अस्तु, अत्र अन्तिमवाक्यमस्ति खलु अतः इति. अतः व्यापकव्यभिचारी, अत्र पश्यतु व्यभिचारी इति दीर्घः अस्ति, दीर्घः अस्ति. तर्हि दीर्घ इकारान्तस्य लिङ्गपदं व्यभिचारी इति प्रातिपदिकं तदेव व्यभिचारी. अत्र व्यभिचारिन् इति प्रातिपदिकं, यथा गुणिन्. हा हा हा, सत्यं सत्यं, गुणिन् इति, गुणिः, गुणिन् इत्यस्य प्रथमा किं भवति? गुणि, गुणिः वा? गुणिनि, गुणी इति भवति खलु, दीर्घ दीर्घ ईकारान्तः. किन्तु अत्र किमर्थं व्यभिचारी इति ह्रस्वे दत्तम् इति? हा, तदेव, तत्र व्यभिचारिः भवति महोदय, तत्र सन्धि कृत्वा तस्य व्यभिचारिः इति भवति. ईकारान्त पुल्लिङ्गः, ईकारान्त स्त्रीलिङ्गः वा पुल्लिङ्गः न जानामि, परन्तु तत् प्रायः भवति विसर्गस्य लोपः. अत्र विसर्गस्य लोपः भवति वा? हा, ह हषि अस्ति खलु बकारः तर्हि भवितुमर्हति तत्र किञ्चित् चिन्तनीयं व्यविचारिः भवति तत्र प्रथमविभक्ति एव प्रथम बहुवचनम् इति व्यभिचारिः इति न भवति महोदय किमर्थम् इति चेत् अत्र भवितुमर्हति इत्युक्ते केवलं सन्धिः स्वीकुर्मश्चेत् तत्र व्यभिचारी व्यभिचारो व्यभिचाराव् तदपि चिन्तनीयम् व्यभिचारितिशब्दः वा अत्र वाक्यस्य अर्थं पश्येम तत्र द्रव्यत्वं तावत् घटत्वव्यापकस्य पृथ्वीत्वस्य एव व्यभिचारी भवति चेत् तत्र द्रव्यत्वं तावत् घटत्वव्यापकस्य पृथिवीत्वस्य घटत्वव्यापकस्य इति पृथिवीत्वस्य इत्यस्य विशेषणं घटत्वव्यापकस्य पृथिवीत्वस्य एव व्यभिचारी भवति चेत् तर्हि प्रथम एकवचनं खलु व्यभिचारी इति ह्रस्व इकारान्त अत्र भाविन् इति नपुंसकलिङ्ग नकारान्तपदं तस्य प्रथम एकवचनं भावि इति एव भवति तर्हि व्यभिचारि इति प्रथम एकवचनं व्यभिचारिन् इत्यस्य नपुंसकलिङ्गपदमस्ति नपुंसकलिङ्गमस्ति चेत् व्यभिचारि इति भवति हा किन्तु इत्युक्ते गुणिन् इति शब्दस्य गुणि गुणिनि गुणीनि गुणीनि इति हा सत्यं किन्तु अतः व्यापकव्यभिचारी तत्र किम् तत्र द्विवचनं भवेत् द्विवचनं भवेत् खलु व्यापकव्यभिचारी व्याप्यस्यापि व्यभिचारी इति नियमः सिद्ध्यति इत्युक्ते व्यभिचारी इति सप्तमी भवितुमर्हति वा इति मया अहं चिन्तितवान् तत्र सप्तमी तु गुणिनि गुणिनोः गुणिषु न व्यभिचारिणी इति भवेत् हा व्यभिचारिणी यदि व्यभिचारिन् इति प्रातिपदिकमस्ति तर्हि व्यभिचारिणी इति भवेत् सत्यं किन्तु केनापि अत्र सूत्रेण नकारस्य लोपः जायते चेत् व्यभिचारी इति ह्रस्वः एव भवति हा ह्रस्वः एव भवति सत्यं किन्तु तत्र द्रव्यत्वं तावत् घटव्यापकस्य पृथ्वीत्वस्य एव इत्युक्ते द्रव्यत्वं पृथ्वीत्वस्य एव व्यभिचारी किन्तु कथं द्रव्यत्वं पृथ्वीत्वस्य व्यभिचारी भवति इत्युक्ते यत्र द्रव्यत्वमस्ति तत्र पृथ्वीत्वं नास्ति जलम् इति अधिकरणं स्वीकुर्मः यत्र पृथ्वीत्वं नास्ति द्रव्यत्वम् अस्ति जले द्रव्यत्वमस्ति किन्तु तत्र पृथ्वीत्वं नास्ति इति कृत्वा जलं जले व्यभिचारः दृश्यते प्रदर्शितं जले व्यभिचारः प्रदर्शितमस्ति भवतु तेन तर्हि जले व्यभिचारः अस्ति चेत् व्यभिचारी कः इति चिन्तनम् अत्र किमर्थं प्रायः अत्र नपुंसकलिङ्गम् इति एव अस्ति इति नपुंसकलिङ्गम् एव अस्ति नपुंसकलिङ्गं प्रथमाविभक्ति एकवचने प्रथम एकवचने N1.1 अस्तु तर्हि इदानीं वदतु महोदय अस्तु तर्हि अत्र तर्हि अत्र सुतराम् इत्युक्ते निश्चयेन घटत्वस्य व्यभिचारी पृथ्वीत्वं भवति यतोहि अत्र पृथिवीत्वम् इति द्रव्यत्वस्य क्षम्यतां द्रव्यत्वम् इति पृथिवीत्वस्य व्यभिचारी भवति चेत् घटत्वस्य अपि द्रव्यत्वम् इति व्यभिचारी भवति तर्हि अत्र द्रव्यत्वम् इति इति उद्देश्यविधेयभावः द्रव्यत्वमपि च व्यभिचारी अनयोः मध्ये द्रव्यत्वम् उद्दिश्य व्यभिचारित्वम् अतः नपुंसकलिङ्गे द्रव्यत्वम् इति नपुंसकलिङ्गे अस्ति इति कृत्वा व्यभिचारी अपि नपुंसकलिङ्गे नपुंसकलिङ्गे सत्यं अस्तु अग्रे पृथ्वीत्व अभाववति जले जले विद्यमानं द्रव्यत्वं घटत्वा अभाववति पटे सुतरां भवति अस्तु द्रव्यत्वं तु पटे एव अस्ति पटे अपि अस्ति इति एव लिखितम् अतः व्यापकव्यभिचारी व्याप्यस्यापि व्यभिचारी भवति इति नियमः अत्र सिद्ध्यति व्यापकव्यभिचारी इति द्रव्यत्वं तदेव व्यभिचारी व्याप्यस्य इत्युक्ते घटत्वस्य अपि व्यभिचारी भवति एतस्मिन् उदाहरणे अत्र तु पुल्लिङ्गे इति नियमः सिद्ध्यति अत्र तु पुल्लिङ्गे स्वीकृतमस्ति व्यापकत्वस्य व्यभिचारी सत्यं व्याप्यस्यापि व्यभिचारी भवति इति एतदेव समीचीनतया अत्र वाक्यं लिखितं सर्वे अण्डर्लैन् कुर्वन्तु व्यापकस्य व्यापकव्यभिचारी व्याप्यस्यापि व्यभिचारी भवति इति कृत्वा यदि अत्र कश्चन अधिकरणं किञ्चन अधिकरणं प्रदर्शयामः यत्र हेतुः साधनं नास्ति साधनमस्ति किन्तु उपाधिः नास्ति चेत् तादृशसाधनं यत्र अस्ति तत्र साध्यं न भवत्येव किमर्थम् इत्युक्ते उपाधिः साधनसाध्यस्य व्यापकः अस्ति इति कृत्वा अत्र इण्डैरेक्ट् इण्डैरेक्ट् रिलेशन्शिप् इति सत्यम् अतः एव अहं चिन्तयन् आसीत् इदानीं न लब्धम् उदाहरणम् इत्युक्ते वयमेव ऊहां कर्तुं शक्यते वा इति तादृश उदाहरणम् इत्युक्ते घटः रूपवान् इति घटः रूपवान् अस्तु द्रव्यत्वात् इति यदि अहं वदामि घटः रूपवान् द्रव्यत्वात् इति यदि अहं वदामि तत् क्लेशः अस्ति खलु आं सत्यं द्रव्यत्वेन घटत्वस्य निरूपणं न कर्तुं शक्नुमः चिन्तयतु एतदुदाहरणं स्वीकृत्य चिन्तयतु घटः रूपवान् द्रव्यत्वात् अस्तु घटः सामान्यचिन्तनं प्रथमं करोतु अस्तु रूपवान् द्रव्यत्वात् यत्र यत्र घटः तत्र तत्र रूपः महोदय अत्र क्रमेण सोपानेन गच्छेम प्रथमं किं करणीयं यदा यदा कदापि इदानीं नूतन अनुमानं कोऽपि वदति चेत् प्रथमम् अत्र पक्षः कः साध्यं किं हेतुः कः इति वदतु आम् आम् घटः इति पक्षः रूपम् इति साध्यं द्रव्यत्वम् इति हेतुः उत्तमं तर्हि प्रथमम् अत्र किं चिन्तनीयं पक्षः अस्ति वा प्रसिद्धः वा नास्ति वा इति चिन्तनीयम् अस्तु रूपवान् घटः अस्ति वा इति चिन्तनीयं तर्हि केवलं घटः अस्ति वा न वा घटः एव पक्षः खलु सत्यं प्रसिद्धः घटः इति प्रसिद्धवस्तु तर्हि पक्षः अस्ति पक्षः अस्ति तदनन्तरं इदानीं अत्र पक्षधर्मता अस्ति वा इति चिन्तनीयम् अपि च व्याप्तिः अस्ति वा चिन्तनीयम् अत्र द्रव्यत्वं घटे अस्ति अतः पक्षधर्मता अस्ति समीचीनं अपि च यत्र यत्र घटत्वं तत्र तत्र द्रव्यत्वं किमर्थं घटत्वम् इदानीं व्याप्तिः व्याप्तिविषये चिन्तनं करोतु यत्र यत्र रूपत्वं तत्र तत्र रूपत्वं नास्ति यत्र यत्र रूपं यत्र यत्र रूपं तत्र तत्र द्रव्यत्वं न ना, इति नास्ति अत्र रूपम् इति साध्यं द्रव्यत्वम् इति साधनं हा साधनं हेतुः यत्र यत्र यत्र यत्र रूपं तत्र तत्र न न अत्र सामान्यविषयः महोदय यत्र यत्र हेतुः तत्रैव तत्र तत्र साध्यम् इति भवेत् खलु यत्र यत्र द्रव्यत्वं तत्र तत्र रूपं यथा यत्र यत्र द्रव्यत्वं तत्र तत्र रूपं यथा किमपि पदार्थः अत्र घटः पुनः पटः यथा पटः उत्तमं यथा पटः पटे द्रव्यत्वमस्ति, पटे रूपमपि अस्ति, तर्हि पटः वक्तुं शक्यते यथा पटः, तर्हि अन्वयसहचारः उक्तः. अस्तु, इदानीम् अग्रे व्यतिरेकसहचारे वदतु. यत्र यत्र रूपाभावः तत्र तत्र द्रव्यत्वाभावः. यथा अस्तु, अत्र नवद्रव्याणि, यथा जलं, जले रूपमस्ति खलु, यथा वायुः. किन्तु तत्र द्रव्यत्वाभावः अस्ति वा? न, द्रव्यत्वाभावः नास्ति. ओ यां, सत्यं, द्रव्यत्वाभावः भवेत्, द्रव्यत्वाभावः अपि भवेत् यथा इति वक्तव्यम्. आं, सत्यं. तर्हि यः कोऽपि गुणं स्वीकरोतु, गुणे गुणः न भवति खलु? आम् आम्, सत्यं. शब्दः इति, यथा शब्दः, यथा शब्दः. आं, सत्यं. शब्दे द्रव्यत्वाभावः अस्ति, सत्यं सत्यं. शब्दे रूपत्व रूपमपि नास्ति, नास्ति. तर्हि व्यतिरेकसहचारः अपि जातः. आम्. तर्हि व्याप्तिः अपि सिद्धा, सत्यं. तर्हि पक्षधर्मता अपि अस्ति, व्याप्तिः अपि अस्ति, पक्षः अपि अस्ति इति कृत्वा अत्र कः क्लेशः इति कोऽपि पृच्छति. पक्षधर्मता मया निरूपितं, सत्यं. तर्हि तत्र व्याप्तिः अपि सिद्धा इति कृत्वा अत्र सन्धेतुः जातः खलु? आम् आम् महोदय. तर्हि कथं सिद्धः? मया उक्तं खलु, यत्र यत्र द्रव्यत्वं तत्र तत्र रूपं, यथा पटः. यत्र यत्र यत्र यत्र द्रव्यत्वं, वायोः द्रव्यत्वम् अस्ति, परन्तु तत्र रूपं नास्ति, तर्हि न तत् तद् इदानीं भवान् यद् मया प्रथमम् अहं वदामि, घटः रूपवान् द्रव्या द्रव्यत्वात् इति. तत्र घटः प्रसिद्धः, अपि च पक्षधर्मता, घटे द्रव्यत्वमपि अस्ति, तर्हि पक्षधर्मता मया निरूपिता. इदानीं व्याप्तिः मया निरूपणीया, तर्हि किं वदामि? यत्र यत्र द्रव्यत्वं तत्र तत्र रूपं, यथा पटः. यत्र यत्र रूपाभावः तत्र तत्र द्रव्यत्वाभावः, यथा शब्दः इति वाक्यं मया उक्तं. तत्र क्लेशः, यद् यद् वाक्यं मया उक्तं तत्र क्लेशः अस्ति वा? नास्ति खलु. इति कृत्वा क्लेशः नास्ति. हा, तर्हि अत्र इदानीम् अतः अनुमानं मया साधितम् इति अहं वदामि. भवान् इदानीं किं करोति, तत्र व्यभिचारः बोधयति. वदतु, इदानीं वदतु. तत्र यत्र यत्र यत्र द्रव्यत्वं तत्र तत्र रूपत्वम् इति न वक्तुं शक्यते. रूपम् इति न वक्तुं शक्यते. उदाहरणमस्ति वायु. वदतु, यत्र द्रव्यत्वं तत्र रूपाभावः, यथा वायुः. यथा वायुः इति इदानीम् अन्वयव्यभिचारः भवता प्रदर्शितं. वायौ, यत्र द्रव्यत्वं तत्र रूपाभावः इति अन्वयव्यभिचारः. अस्तु, एवं किं ज्ञानस्य बाधकः भवति वा? तदेव. हा, सत्यं. किन्तु इदानीं भवान् अस्तु, अत्र सोपानेन चिन्तयेम. प्रथमम् एतद् उक्तं भवता, यत्र द्रव्यत्वं तत्र रूपाभावः, यथा वायुः. अत्र अन्वयव्यभिचारः भवता प्रदर्शितः अस्ति, समीचीनं. तर्हि इदानीं व्यतिरेकव्यभिचारः अपि वदतु. यत्र यत्र रूपस्य, यत्र इति वदतु, यत्र यत्र इति दीप्सा मास्तु, यत्र इति वदतु. यत्र रूप द्रव्यत्वाभावः, यत्र द्रव्यत्वाभावः तत्र रूप तत्र रूपं रूपं रूपं रूपस्य अभावः खलु? न, व्यतिरेकव्यभिचारः. व्यभिचारः, तत्र रूपं, यत्र द्रव्यस्य अभावः तत्र रूपं न वक्तुं शक्यते इति व्यतिरेकव्यभिचारः न प्रदर्शयितुं शक्यते अत्र. अस्मिन् उदाहरणे कः क्लेशः इति चेत् अन्वयव्यभिचारः भवता प्रदर्शितं. तर्हि इदानीं वायुः इति उपाधिः वा न वा तत् चिन्तयतु. उपाधिः नास्ति, वायुः उपाधिः नास्ति खलु, वायु उपाधिः नास्ति. हा तर्हि वायुः नास्ति. तर्हि अत्र वायुं स्वीकृत्य द्रव्यत्वे हेत्वाभासः दुष्टत्वं न वक्तुं शक्नुमः. किन्तु हेत्वाभासः कल्पनीयः, इत्युक्ते हेतु दुष्टहेतुत्वं दुष्टत्वं हेतौ आनेतव्यं कथञ्चित्. तर्हि तादृशव्यभिचारः व्यभिचारी स्वीकरोतु. भवान् अत्र वायुः स्वीकृतवान्, वायुं स्वीकृतवान् इत्युक्ते यत्र द्रव्यत्वं तत्र रूपाभावः यथा वायुः इति उक्तम्. किन्तु वायुः घटस्य व्यापकः नास्ति. इति कृत्वा तत्र भिन्न उपादेः अवसरमेव नास्ति, आवश्यकं नास्ति उपादेः. कथं निरूपयति? अस्तु इदानीं निरूपयतु द्रव्यत्वे हेत्वाभासः कल्पनीयः. हा हेत्वाभासः कल्पितुं शक्यते खलु, साध्य अभाव साध्यस्य अधिकरणे यत् न प्रतिबन्धकज्ञानमस्ति तत् यत्र वडयसि यत्र हेतुः अस्ति तत्र यत्र हेतुः अस्ति तत्र साध्यं भवेत्, यत्र हेतुः अत्र हेतुः अस्ति साध्यं न अस्ति. तर्हि तत्र प्रतिबन्धकज्ञान प्रतिबन्धकज्ञानस्य लक्षणमेव अस्ति खलु महोदय. तत्र उपादेः प्रतिबन्धकज्ञानस्य लक्षणं किम्? साध्यसामानाधिकरण्यं भवेत्, साध्यसामानाधिकरण्यं भवेत्, साध्य तस्य साध्यस्य समानाधिकरण्यं भवेत् तस्य. प्रथमम् एवं वदतु, प्रमात्वे सति निश्चयत्वे सति समान आकारकत्वम्. इदानीं प्रमात्वमस्ति वा अस्मिन् ज्ञाने? अस्ति. यत्र द्रव्यत्वं तत्र रूपाभावः यथा वायुः इत्यत्र प्रमात्वमस्ति. केन प्रमाणेन ज्ञातम् एतत्? प्रत्यक्षप्रमाणेन ज्ञातम्. उत्तमम्. प्रत्यक्षप्रमाणेन वायौ रूपं नास्ति किन्तु द्रव्यत्वम् अस्ति इति ज्ञातम्. तर्हि प्रमात्वमस्ति. निश्चयत्वमस्ति वा? निश्चयत्वमपि अस्ति. इदानीं समान आकारकत्वमस्ति वा इति चिन्तनीयम्. समान आकारकत्वं नाम किम्? सामान विषयकत्वं भवेत्, समय समानविशेष्यकत्वे सति, समानविशेष्यता अवच्छेदकत्वे सति, भावाभावप्रकारकत्वे सति, समानप्रकारता अवच्छेदकत्वम्. अस्तु, तर्हि समानविशेष्यः कः अत्र? द्रव्यमेव समान द्रव्यत्वं द्रव्यमेव समानविशेष्यः. द्रव्यम् इति अत्र पदार्थमेव नास्ति, इत्युक्ते द्रव्यम् इत्यस्य चिन्तनमेव नास्ति खलु. द्रव्यत्वम् इति हेतुः द्रव्यत्वं पक्षे विशेष्यता भवेत् खलु, समानविशेष्यता पक्षे. अस्तु, किं कुर्मः महोदय? इदानीम् अत्र किञ्चित् विषयान्तरं जायमानमस्ति. यदा अभ्यासः कुर्मः, किन्तु एतादृशं चिन्तनीयम् अत्र अस्य पाठस्य समापनानन्तरम्. अनुमानम् इति प्रायः इतोपि प्राय पञ्च षट् पुटानि एव सन्ति, तत् समापयित्वा एतादृश उदाहरणानि अहम् आनयामि. अत्र एतादृशं चिन्तनीयं, प्रथमपक्षः प्रसिद्धः अस्ति वा, पक्षधर्मता अस्ति वा, व्याप्तिः अस्ति वा, इति सर्वम् उक्त्वा तदनन्तरम् अत्र दोषत्वं दोषः कः इति प्रतिबन्धज्ञानस्य आकारः कः प्रतिबन्धकज्ञानस्य आकारः कः इति उक्त्वा प्रतिबद्धज्ञानस्य आकारः कः इति उक्त्वा अग्रे सर्वं वक्तव्यमस्ति अभ्यासः कुर्मः तदा इतोपि समीचीनबोधः जायते अपि च व्यवहारार्थं महान् उपयोगाय भवति तदेव मम आशयः अस्तु किन्तु अत्र वायुः इति यद् अस्माभिः उक्तं तत्तु उपाधिः नास्ति तादृश उपाधिः वक्तव्यः अस्ति भवतु सर्वे चिन्तयन्तु इदानीम् अग्रे गच्छेम अतः व्यापकव्यभिचारी व्याप्यस्य व्यभिचारी इति नियमः सिद्ध्यति व्यापकव्यभिचारी व्याप्यस्यापि व्यभिचारी इति नियमः सिद्ध्यति अस्तु अग्रे सत्यभौम भगिनी पठति वा प्रकृति अपि आम् महोदय प्रकृते अपि धूमव्यापकस्य आन्द्रे आर्द्रेन्द्रसंयोगस्य यदि वह्निः व्यभिचारी सुतरां व्याप्यस्य धूमस्यापि व्यभिचारी इति वह्निः धूमाभाववत् वृत्तित्ववान् इति ज्ञायते अयं साधारणनिश्चयः वह्निः धूमव्याप्यः इति परामर्शे व्याप्यं चे प्रतिबन्धको भवति हेत्वाभासीय नवपदार्थनिरूपणात् प्राक् व्याप्यत्वासिद्धस्थले चित्राणि कीदृशानि इति पश्यामः अत्र कथं व्यभिचारी भवति इति प्रदर्शितमस्ति प्रकृते अपि धूमव्यापकस्य आन्द्रे धूमस्य व्यापकः धूमः व्यापकः कः आर्द्रेन्द्रसंयोगः उत्तमं तस्य आर्द्रेन्द्रसंयोगः वाक्नौ यदि सप्त अयपिण्डम् इति अधिकरणं स्वीकुर्मः चेत् तत्र आर्द्रेन्द्रसंयोगः नास्ति इति कृत्वा वाक्निः अत्र अस्ति इति अधः व्यभिचारी इति उक्तम् न न समीचीनतया वदतु अन्तिमवाक्यं समीचीनतया न उक्तवती आर्द्र समानाधिकरणं करणीयम् अस्ति आर्द्र तत्तायपिण्डं तत्र आर्द्र इन्धनसंयोगः नास्ति किन्तु किमस्ति तत्र वह्निः अस्ति हा तर्हि वह्नौ इति किमर्थम् उक्तवती तत्र वह्नौ इति अधिकरणमेव न चिन्तनीयं समीचीनं धूमस्य व्यापकः अस्ति आर्द्रेन्द्रसंयोगः किन्तु तादृश आर्द्रेन्द्रसंयोगस्य अभावः यत्र अस्ति तत्र वह्निः अस्ति इति चेत् इदानीं वह्निः धूम अभावत् वृत्तित्ववान् इति ज्ञानं जायते खलु ज्ञायते साक्षात् तत्र ज्ञानं न प्राप्तं धूम अभावत् वृत्तित्ववान् वह्निः इति ज्ञानं न प्राप्तं किन्तु धूमस्य व्यापकः यदस्ति आर्द्रेन्द्रसंयोगः तादृश आर्द्रेन्द्रसंयोगवत् आर्द्रेन्द्रसंयोग अभाववत् वृत्तित्ववान् वह्निः इति ज्ञातम् इति कृत्वा तर्हि प्रथमं ज्ञानं किम् आर्द्रेन्द्रसंयोगः यत्र नास्ति तत्र वह्निः अस्ति इति ज्ञानम् तदनन्तरम् आर्द्रेन्द्रसंयोगः धूमस्य व्यापकः इति ज्ञानम् इति ज्ञानम् उभयं मिलित्वा अन्ततो गत्वा उभाभ्यां ज्ञानाभ्यां किं ज्ञानं सिद्ध्यति धूम अभावत् वृत्तित्ववान् वह्निः इति ज्ञायते तेन ज्ञानेन इदानीं किं जातम् साधारणनिश्चयः साध्य अभाववत् वृत्तित्ववान् इति परामर्शस्य दृष्टित्वान् इति ज्ञानं वह्निः इति ज्ञानं जातं तेन किं जायते परामर्शस्य व्याप्त्यं च भ्रमः जायते भ्रमः न जायते प्रतिबन्धकः खलु हा भ्रमः जायते इति किमर्थं वदति परामर्शे व्याप्त्यंशे प्रतिबन्धकः भवति इत्युक्ते परामर्श एव न जायते यस्मिन् एतादृशज्ञानमस्ति धूम अभावत् वृत्तित्ववान् वह्निः इति ज्ञानमस्ति तज्ज्ञानं कथं प्राप्तम् इति चेत् उभाभ्यां ज्ञानाभ्यां प्राप्तं प्रथमं ज्ञानं किं पुनः एकवारं वदतु भगिनि प्रथमज्ञानमस्ति साध्य साध्य अधिकरणे उपाधिः नास्ति इति न समानाधिकरणे उपाधिः अस्ति एकनिमिषं वा महोदय कृपः वह्नि अधिकरणमस्ति तत्र वह्नेः अधिकरणं तत्र आर्द्रेन्द्रसंयोग इति उपाधिः नास्ति तद् उपाधिः कस्य साध्यस्य व्यापकः अस्ति उत्तमम् इदानीं समीचीनतया उक्तं तर्हि ज्ञानद्वयं भवेत् प्रथमं साधनस्य यद् अधिकरणं तत्र उपाधिः नास्ति इति एकं ज्ञानं द्वितीयं ज्ञानम् उपाधिः साध्यस्य व्यापकः इति ज्ञानम् उभाभ्यां ज्ञानाभ्यां किं ज्ञायते इति चेत् साध्य अभाववत् वृत्तित्ववान् साधनम् इति ज्ञायते धूम अभाववत् वृत्तित्ववान् वह्निः इति ज्ञायते तेन ज्ञानेन किं साध्यते परामर्शः न जायते परामर्शस्य प्रतिबन्धकः भवति कस्मिन् अंशे व्याप्त्यंशे प्रतिबन्धकः भवति इति उक्तम् अस्तु अत्र चित्रं परिशीलयतु चित्रं धूमः धूमस्य पञ्च अधिकरणानि अस्ति आर्द्रेन्द्रसंयोगः सप्त अधिकरणानि वह्निः दश अधिकरणानि इदानीं धूमः इति व्यापकः नास्ति खलु अत्र धूमः इति व्याप्यः भवति वा सत्यं खलु कस्य अपेक्षया प्रथम आर्द्र इन्द्रसंयोगस्य अपेक्षया व्याप्यः तदनन्तरं वह्नि अपेक्षा अपि इत्युक्ते यस्मिन् अधिकरणे यस्मिन् पञ्चसु अधिकरणे येषु पञ्चसु अधिकरणेषु धूमः अस्ति तेषु आद्रेन्द्रसंयोगः अपि अस्ति वह्निः अपि अस्ति किन्तु यत्र आद्रेन्द्रसंयोगः अस्ति तत्र धूमः नास्ति इत्युक्ते शत स्थलद्वयमस्ति सप्त अधिकरणेषु आद्रेन्द्रसंयोगः अस्ति खलु तेषु केवलं पञ्चसु एव धूमः अस्ति एवं वह्निः अस्तु तर्हि अत्र द्वितीयसूत्रं किम् अत्र विपरीतरीत्या उक्तमस्ति धूम व्यापकत्व अभावः कुत्र अस्ति इति व्यापकत्व अभावः तप्तपिण्डे अस्ति अपि च आर्द्र इन्द्रसंयोगस्यापि अभावः तप्तपिण्डे अस्ति तत्र वह्निः अस्ति किन्तु तत्र वह्निः अस्ति अस्ति तर्हि धूमनिरूपितव्यापकत्वम् आर्द्रेन्द्रसंयोगे अस्ति तादृश धूमव्यापक आर्द्रेन्द्रसंयोग अभावः तप्त अयपिण्डे अस्ति यत्र वह्निः अस्ति चेत् तदा किम् आगच्छति धूमाभावः अपि तप्त अयपिण्डे अस्ति इति ज्ञातुं शक्यते अतः एव अत्र उपाधेः उपयोगः क्रियते धूमस्य व्यापकः यः आद्येन्द्रसंयोगः तस्य अभावः यदि एकस्मिन् अधिकरणे अस्ति यस्मिन् साधनमस्ति तस्मिन् अधिकरणे धूमस्य अभावः साध्यस्यापि अभावः अस्ति इति ज्ञायते खलु इति कृत्वा वह्निः धूमं साधयितुं समीचीनसाधनं नास्ति इति अङ्कतो गत्वा आगतम् अत्र चित्रे पठतु चित्रे दर्शितरीत्या आर्द्रेन्द्रसंयोग अभाववत् वृत्तित्वं यदा वर्णौ जायते तथा तदधिकरणे धूमो नास्ति इति अपि ज्ञायते इति ज्ञायते खलु तदेव उक्तं ज्ञायते धन्यवादः भगिनि अग्रे वर्षाभगिनी पठति वा मास्तु मास्तु धूमः किं तेन उच्यते वह्निश्च प्रकृत अनुमाने हेतुः तत् अधिकरणे साध्यस्य धूमस्य अभावः ज्ञातश्चेत् तुल्यवित्तिवेद्यतया धूम अभाव अधिकरणे वह्निवृत्तित्वम् अपि ज्ञातम् इति साध्य अभावाधिकरणवृत्तित्वरूपसाधारणत्वं वह्नौ ज्ञातमेव अत्र धूमः नास्ति चेत् किं क्लेशः इति कः क्लेशः इति प्रश्नस्य उत्तरमस्ति अत्र अनुमाने तु हेतुः वह्निः अस्ति वह्न्यधिकरणनिष्ठ वह्न्यधिकरणे साध्यस्य इत्युक्ते धूमस्य अभावः यदि वयं वदामः तर्हि अत्र व्याप्तिज्ञानस्य बाधकं भवति इति दत्तमस्ति तर्हि अत्र न तत् इतोपि किञ्चित् दत्तमस्ति अत्र साध्य अभाव अधिकरणवृत्तित्वरूपसाधारणत्वं साधारणत्वं नाम किम् अत्र साधारणहेतु अभासः अत्र साधारणः असाधारणः इति अस्माभिः पठितं खलु हेतु अभासः साधारणं नाम किम् साधारण नाम अत्र पूर्वपक्ष व्याप्तिः हेतौ नास्ति इति दोषः अस्ति किल महोदय हेतौ तदेव साध्य अभाववत् वृत्तित्वं हेतौ इति साधारणम् असाधारणम् अनयोः मध्ये कः भेदः साधारणम् असाधारणं द्वयमपि सव्यभिचारः हेतोभासस्य उदाहरणं प्रकारः एव एकं तु साधारणः साधारणः इत्युक्ते अत्र हेतौ साध्य अभाववत् वृत्तित्वम् अस्ति तदेव अत्र व्यापित्वासिद्ध हेतु अभासे अपि दृश्यते असाधारणम् इत्युक्ते भगिनि अत्र सर्वेषाम् अवगमनार्थं कृपया सोपानानि गच्छतु साधारणं नाम किम् असाधारणं नाम किं साधारण असाधारणयोः मध्ये भेदः कः इति वदतु आं महोदय साधारणमित्युक्ते अत्र साधारणहेतुभासे साध्य अभाववत् वृत्तित्वं हेतौ अस्ति इति एव लक्षणं भवति इत्युक्ते न भवति इति असाधारणमित्युक्ते तद् वक्तव्यं किल महोदय अत्र कस्मिन् पुटे एतद् दत्तं महोदय ऐ एम् सीन् फ्रम् द स्प्रेड्शीट् महोदय वेर् यु हव् गिवन् सव्यविचारः साधारण असाधारण 250 अस्तु तर्हि स्प्रेड्शीट् पश्यति चेत् तत्र वदतु अत्र साधारणः इत्यत्र किं लिखितम् इट् इस् वेरि क्लियर्लि एक्स्प्लेन् देर् नो महोदय साध्य अभावः तृतीत्वं हेतौ अस्ति इति साधारणहेतोभासः अत्र महोदय पुनः वदतु पूर्वपक्षिव्याप्ति नास्ति इति साध्याभाववत् वृत्तित्वं हेतौ अवगच्छति वा न वा इति न जाने भवती न अवगच्छति इति भाति मम ओके साध्य अभाववत् वृत्तित्वम् अस्ति वा नास्ति वा साध्य अभाववत् वृत्तित्वं हेतौ अस्ति इति नास्ति साध्य अभाववत् वृत्तित्वं नास्ति इति मया लिखितं तर्हि असाध्य अभाववत् अवृत्तित्वम् अस्ति इति वक्तव्यं साधारणहेतौ साध्य अभाववत् अवृत्तित्वं लभ्यते इत्युक्ते व्याप्तिः अस्ति साध्यसामानाधिकरण्यं साध्य अभावत् अवृत्तित्वं नास्ति साध्यसामानाधिकरण्यम् अस्ति तदेव खलु एकनिमिषम् अहं ममापि किञ्चित् सन्देहः साध्यसामानाधिकरण्यम् अस्ति साध्य अभावत् अवृत्तित्वं नास्ति इति चेत् साधारणः खलु साध्य अभावत् वृत्तित्वं हेतौ अस्ति इति साध्यसामानाधिकरण्यं नास्ति खलु महोदय अत्र एकनिमिषं भगिनी वर्षा भगिनी किञ्चित् प्रतिपादयतु साधारणहेत्वाभासस्य लक्षणमेकवारं वदतु दलद्वयमस्ति अत्र किं भवेत् किं न भवेत् महोदय अत्र प्रथमं साध्यसामानाधिकरण्यं न भवेत् अत एव साध्य अभाववत् वृत्तित्वं भवति अतः प्रथमं तु साध्यसामानाधिकरण्यं न भवेत् तत् तादृशं नास्ति खलु भगिनी तदेव क्लेशः 250 पेज् मध्ये पश्यतु 250 साध्यसामानाधिकरण्यम् अस्ति साध्य अभाववत् वृत्तित्वं नास्ति इति आपोसिट् ओके साध्य अभावद् अवृत्तित्वं नास्ति साध्यसामानाधिकरण्यम् अस्ति किन्तु साध्य अभावत् अवृत्तित्वं नास्ति स च हेतुः साधारणः तस्मिन् हेतौ साधारणत्वम् तर्हि साध्यसामानाधिकरण्यं भवेत् साध्य अभावत् अवृत्तित्वं न भवेत् इति चेत् साधारणः हा महोदय मया तु सामानाधिकरण्यविषये दोषेण उक्ता परन्तु अत्र उक्तं परन्तु अत्र साध्य अभाववत् वृत्तित्वं नास्ति इति न उक्तं परन्तु साध्य अभाववत् वृत्तित्वम् अस्ति इति उक्तं तत्तु सम्यक् एव किल न अत्र भगिनि इदानीं पुस्तके यद् यद् वाक्यं भवत्या पठितं ज्ञातमिति साध्य अभाव अधिकरण साध्य अभाव अधिकरण वृत्तित्वरूप साधारणत्वं वह्नौ ज्ञातमेव इति वाक्यस्य अर्थः कः तत् कृपया प्रतिपादयतु तदधिकरणे साध्यस्य धूमस्य अभावः ज्ञातः च तुल्यवृत्तिवेदतया धूम अभाव अधिकरणे वह्निवृत्तित्वमपि ज्ञातम् अत्र यत् हा धूमः यस्मिन् अधिकरणे अस्ति तस्य यस्मिन् अधिकरणे नास्ति अत्र वह्निवृत्तित्वम् अपि ज्ञातम् इति अत्र हेतुः अस्ति इति कृत्वा साध्य अभावाधिकरणवृत्तित्वरूपसाधारणत्वम् इत्युक्ते 250 पेज् मध्ये तु साध्यसामानाधिकरण्यम् अस्ति इति दत्तमस्ति परन्तु इत्र तु अत्र तु साध्यसामानाधिकरण्यं नास्ति इति एव दृश्यते किल महोदय अतः एव ऐ गाट् अत्र ऐ गाट् कन्फ्यूस् आक्चुलि बिकास् इट्स् साध्य अभाव अधिकरणवृत्तित्वरूपसाधारणत्वम् महोदय भगिनि हा हा शृण्वन्नस्मि इत्युक्ते भवती अत्र भवत्याः मनसि किं जायमानमस्ति इति इदानीं कृपया मा प्रदर्शयतु अत्र किं दत्तमस्ति वाक्यं मास्तु धूमः किं तेन उच्यते इति किमर्थम् उक्तम् अस्मिन् अत्र परिच्छेदे किमस्ति इति तावत् चिन्तयति चेत् सर्वेषां लाभाय भवति पूर्ववाक्ये दत्तमस्ति किल महोदय चित्रे दत्तमस्ति आर्द्रेन्दनसंयोगः संयोग अभाववत् वृत्तित्वं यथा वर्णौ ज्ञायते तथा तत् अधिकरणे धूमः नास्ति इति अपि ज्ञायते इति दत्तमस्ति. अनेन ज्ञानेन किम् इति प्रतिपादनार्थम् एव अत्र दत्तमस्ति. अत्र व्याप्तिविषये बाधकं भवति इति कृत्वा तद्ज्ञानस्य लाभः इति. न न, इदानीम् अत्र तादृशचिन्तनं नास्ति भगिनि. अत्र पश्यतु, अत्र धूमः इति किम्? धूमः इति साध्यं वा साधनं वा? साध्यं खलु. धूमः इति साध्यः, वह्निः इति साधनम्. अस्तु, इदानीं किं ज्ञातम् अस्माभिः? यस्मिन् अधिकरणे वह्निः साधनम् अस्ति तस्मिन् अधिकरणे धूमः इति साध्यं नास्ति इति ज्ञानेन किम्? किमपि प्रयोजनं नास्ति खलु अस्य ज्ञानस्य. तद् बुध्यते वा? अत्र किं वक्तव्यम्? यस्मिन् अधिकरणे साधनमस्ति तस्मिन् अधिकरणे इत्युक्ते साधनं स्वीकृत्य साध्यं साधयामः खलु. यस्मिन् अधिकरणे साधनं नास्ति, साधनम् अस्ति तस्मिन् अधिकरणे साध्यं नास्ति इति ज्ञानेन किं प्रयोजनम् इति प्रश्नः. मास्तु धूमः, तत्र अयपिण्डे धूमः नास्ति, किं तेन, अनेन कः लाभः इति प्रश्नः. उच्यते वह्निश्च प्रकृत अनुमाने हेतुः तदधिकरणे साध्यस्य धूमस्य. तदधिकरणे, तदधिकरणे इत्युक्ते किम्? तत्तलोहपिण्डे. तादृशं वदतु भगिनि. तदधिकरणे तत्त अयपिण्डे साध्यस्य धूमस्य अभावः ज्ञातः चेत्, धूमस्य अभावः ज्ञातः चेत् अग्रे वदतु. तुल्यवित्तिवेद्यतया धूम अभाव अधिकरणे वह्निवृत्तित्वम् अपि ज्ञातम् इति. यदा धूमः नास्ति चेदपि अत्र वह्निः भवितुम् अर्हति इति ज्ञातम् इति, यथा लोहपिण्डे. तादृशं नास्ति, भवितुम् अर्हति इति नास्ति भगिनि. इदानीं किं ज्ञानं जातम्? अग्रिमे तत्र गते पृष्ठे अन्ततो गत्वा किं ज्ञानं प्राप्तं? ज्ञानस्य आकारः वदतु. अनुमानवाक्यं वा? न न, ज्ञानस्य आकारः अनुमानवाक्यं नास्ति. चित्रे दर्शितरीत्या आद्येन्द्रसंयोग अभावद् वृत्तित्वं यथा वह्नौ जायते तदा तदधिकरणे धूमः नास्ति इति ज्ञायते. तद् अधिकरणे धूमः नास्ति अपि ज्ञायते इति उक्तं खलु. तस्य आकारः कः? तद् अधिकरणे इत्युक्ते किम्? सप्तलोहपिण्डे. तर्हि तदेव आकारः खलु. तप्त अयः पिण्डे धूमः नास्ति इति ज्ञातम्, तदेव ज्ञानस्य आकारः. तप्त अयः पिण्डे धूमः नास्ति इति ज्ञातम्. तद् इदानीं तत्र पृच्छति, मास्तु धूमः, तप्त अयः पिण्डे धूमः मास्तु, अनेन किम् इति पृच्छति. उच्यते वह्निश्च प्रकृत अनुमाने हेतुः तदधिकरणे साध्यस्य धूमस्य अभावः ज्ञातश्चेत् तुल्यवित्तिवेद्यतया धूम अभाव अधिकरणे वह्निवृत्तित्वमपि ज्ञातम्. तर्हि प्रथमं ज्ञानं किं जायते? तप्त अयः पिण्डे धूमः नास्ति इति ज्ञानम्. तदनन्तरं तत्र वह्निः अपि अस्ति इति ज्ञानम्। इदानीम् उभाभ्यां ज्ञानाभ्यां किं जायते इति चेत् धूम अभाव अधिकरणे वृत्तित्वं वह्नेः वृत्तित्वम् इति ज्ञायति इति ज्ञायते चेत् तर्हि वह्निः धूमस्य साधनं भवितुमर्हति वा? भगिनि भवितुमर्हति हा इति वार्ता अत्र सोपानेन अत्र बहु किमपि उक्तमस्ति। प्रथमं ज्ञानं किम्? अस्तु भगिनी अत्र सोपानेन वदति वा कानि ज्ञानानि जातानि इति वदति वा? सोपानेन वदतु। महोदय माय ब्रेन इज आई एम नॉट वर्किंग माय ब्रेन इज नॉट वर्किंग प्रॉपर्ली महोदय आई एम नॉट एबल टू थिंक आई लिसन ओके the idea is you know you have to see what is the direction in which the person is thinking, that is the key. I'll write it down Mohdya today. Ha ha ha astu mehul Mohdya kachit pratipadiyatu atra Mohdya atra prathamam gnanam asti atra chitre chitre kim dattam asti iti khalu chitre dattam asti atra chintanam katam kena ritya कया रीत्या जायते इति अवगन्तव्यं। प्रथमं किं ज्ञानं जातम्? हा प्रथमं ज्ञानं जातम् अत्र आर्द्रेन्धनसंयोगाभाववद् वृत्तित्वं वह्नौ वह्नौ अस्ति इति प्रथमं ज्ञानं। सामान्यभाषया वदतु। हा अस्तु इत्युक्ते तप्ताय पिण्डे वह्निः अस्ति तस्मिन्नेव हा तस्मिन्नेव पिण्डे वह्निः इति एकं ज्ञानम्। केन प्रमाणेन जातम्? प्रत्यक्षप्रमाणेन जातम्। उत्तमं। हा द्वितीयं ज्ञानं? हा द्वितीयं ज्ञानमस्ति अत्र वह्नेः यत् अधिकरणम् अस्ति इत्युक्ते तप्ताय पिण्डः अस्ति तस्मिन् अधिकरणे इत्युक्ते तप्ताय पिण्डे धूमः नास्ति इति द्वितीयं ज्ञानं जातम्। न तत् साक्षात् न ज्ञातं खलु? हा साक्षात् न ज्ञातं परन्तु अत्र प्रथमं ज्ञानं किम्? हा अस्तु प्रथमम् आर्द्रेन्धनसंयोग अभाववद् वृत्तित्वं वह्नौ अस्ति इति ज्ञातं ज्ञातं न न बहु किमपि वदति अत्र ओ अस्तु अत्र एवं चिन्तयामः महोदय अत्र सामान्य सोपानानि सन्ति प्रथमं किं ज्ञातं प्रत्यक्षेन तत्ताय पिण्डे वह्निः अस्ति इति ज्ञानं तदनन्तरं पुनः प्रत्यक्षेन आर्द्रेन्धनसंयोगः तप्ताय पिण्डे नास्ति तस्य अभावः तस्य अभावः ज्ञातं प्रत्यक्षेन ज्ञातं ज्ञातं तदनन्तरम् आर्द्रेन्द्रसंयोगः धूमस्य व्यापकः इत्यपि इति ज्ञानम् इति ज्ञानमस्ति हा तेन एव धूमाभावः तेन किं जातम् आर्द्रेन्द्रसंयोगः धूमस्य व्यापकः इति ज्ञानेन आर्द्रेन्द्रसंयोगः तप्ताय पिण्डे इति प्रत्यक्षज्ञानेन उभाभ्यां ज्ञानाभ्यां धूमः तप्ताय पिण्डे नास्ति इति ज्ञानं जातम्। आम् सत्यम्। तेन किम् इति पृच्छति। तत्र वह्निः एव इदानीं प्रकृतहेतुः अस्ति इति कृत्वा अतः एव तदधिकरणे तप्ताय पिण्डे साध्यस्य धूमस्य अभावः ज्ञातश्चेत् यदि ज्ञास्यामः तदा तुल्यवित्तिवेद्यतया तुल्यवित्तिवेद्यम् इत्युक्ते किम् उदाहरणमेकं वदतु। अधुना न स्मरामि। हस्तिः हस्तिपकः हा हस्तिः अस्ति चेत् हस्तिपकः अस्ति हस्तिपकः अस्ति चेत् हस्तिः अपि भवितुम् अर्हति इति एकस्य ज्ञानेन अन्यत् ऊहां कर्तुं शक्यते तदेव तुल्यवित्तिवेद्यम् इति। आम् आम् सत्यम्। तर्हि इदानीं तुल्यवित्तिवेद्यः भवति हस्तिः। ह्यः हस्तिः अपि च हस्तिपकः उभयोः दर्शनं मिलित्वा मया कृतम्। हा सत्यम्। अद्य केवलं हस्तिपकमेव अहं पश्यामि। तर्हि हस्ति अस्ति इति तर्हि हस्तिः अपि तत्र यत्र कुत्रापि भवेत् इति इदानीं तुल्यवित्तिवेद्यः भवति हस्तिपकः हस्तिः ओ हस्तिः हस्तिपकज्ञानेन हस्तिः ज्ञायते खलु। सत्यं यद् यद् दृश्यते तद् न भवति, यस्य अनुमानं कर्तुं शक्नुमः तदेव तुल्यवेत्तिवेद्यं भवति. सत्यं, तर्हि तुल्यविद्यवेद्यः भवति हस्तिः. एवम् अत्र तदधिकरणे तत् अयः पिण्डे साध्यस्य धूमस्य अभावः ज्ञातश्चेत् तुल्यवेत्तिवेद्यतया वदतु, अग्रे पठतु. हा, अधुना धूमस्य अभावः इति ज्ञातं, तेन एव अत्र ऊहां कर्तुं शक्नुमः, इत्युक्ते तुल्यवेत्तिवेद्यतया ज्ञातुं शक्नुमः धूमाभाव अधिकरणे वह्निवृत्तित्वम् इत्युक्ते वह्निः अस्ति इति. तर्हि अत्र वह्निः अस्ति इति, वह्निवृत्तित्वम् इति एव तुल्यवित्तिवेद्यं भवति. वह्निः तुल्यवित्तिवेद्यं भवति, वह्नेः वृत्तित्वं सत्यं, वह्नेः वृत्तित्वम् इति तुल्यवित्तायः पिण्डे वह्नेः वृत्तित्वं, यद्यपि मया उक्तम् आरम्भे तत्र वह्निः दत्तायः पिण्डे वह्निः अस्ति इति प्रत्यक्षेण ज्ञातम् इति, अत्र प्रत्यक्षेण न ज्ञातं चेदपि सत्यं तुल्यवित्तिवेद्यतया ज्ञातुं शक्यते दत्तायः पिण्डे वह्निवृत्तित्वं ज्ञातं भवति इति कृत्वा अग्रे. हा, इति कृत्वा साध्याभाव अधिकरणवृत्तित्वरूपसाधारणत्वं वह्नौ ज्ञातमेव. सत्यम्, अत्र वह्नौ साधारणत्वम् आगच्छति. कीदृशसाधारणत्वं? तर्हि साध्य अभाव इत्युक्ते धूमाभाव अधिकरणवृत्तित्वरूप इति. तत्रैव प्रश्नः मया कृतः अस्ति, साधारणत्वं नाम किम्? हा, साधारणत्वम् इति साध्यसामानाधिकरणम् अस्ति, साध्य अभाववद् अवृत्तित्वं नास्ति इति. अस्तु, तर्हि इदानीं साध्यसामानाधिकरण्यम् अस्ति इति निरूपणीयम्. हा, अत्र किमुक्तम्? अत्र सत्यम्, अत्र साध्याभाव अधिकरणवृत्तित्वरूपसाधारणत्वम् इति उक्तम्. तर्हि साध्यसामानाधिकरण्यम् अस्ति साध्याभाव अधिकरणवृत्तित्वरूप इति अस्ति, अतः तर्हि हा अत्र साध्य अभाव धूमस्य अभाव यस्मिन् अधिकरणे अस्ति तस्मिन्नेव अधिकरणे वह्निः अस्ति इति आगतं. तर्हि साध्यसामानाधिकरणं न भवति खलु? साध्यसामानाधिकरणं नास्ति वस्तुतः. वस्तुतः नास्ति साध्यसामान्य, वस्तुतः नास्ति साध्यसामानाधिकरण्यं नास्ति, अतः एव साध्य अभाव अधिकरणवृत्तित्वरूपसाधारणत्वं वह्नौ ज्ञातमेव इति उक्तम्. हा, किञ्चित् भिन्न साधारणत्वम् अस्ति. रूप इत्युक्ते सामान्यसाधारणत्वम्, अत्र सामान्यसाधारणत्वम् इत्युक्ते किं? साध्यसामानाधिकरण्यम् अस्ति, साध्य अभावत् अवृत्तित्वं नास्ति इति, व्याप्तिः नास्ति. सत्यं, सामानाधिकरण्यम् अस्ति किन्तु व्याप्तिः नास्ति चेत् साधारणत्वं, किन्तु अत्र साक्षात् साधारणत्वं न सिद्धम्. हा, भिन्नसाधारणमस्ति, किञ्चित् विशिष्टसाधारणत्वम् अस्ति. अत्र अध्यासभाष्ये शङ्कराचार्यः एवं वदति, अध्यास को नाम अध्यासः? स्मृतिरूपः परत्र पूर्वदृष्ट अवभासः इत्युक्ते स्मृतिरूपः इत्यत्र स्मृतिरूपः इति पदं प्रयुक्तमस्ति. स्मृतिः इव अस्ति. सत्यम्. एवम् अत्र साध्य अभाव अधिकरणवृत्तित्वरूपसाधारणत्वम् इत्युक्ते अत्र वस्तुतः साधारणत्वं यद् सव्यभिचारे उक्तं तादृशम् अत्र नास्ति. तादृशं नास्ति, सत्यं. किन्तु साध्य अभाव साधारण इत्युक्ते अत्र व्याप्तिचिन्तनं वा समानाधिकरणचिन्तनं वा समानाधिकरणस्य विषये चिन्तनं, व्याप्तिचिन्तनं नास्ति अत्र. साध्य अभाव अधिकरणवृत्तित्वरूपसाधारणत्वं वह्नौ ज्ञातमेव भवति इति उक्तम्. अतः अत्र यदा वयं पठेम किञ्चित् सावधानतया पठनीयं, तत्र बहु किमपि अस्ति. अतः स्थूलाक्षरैः लिखितमस्ति विशिष्टं साध्य अभाव अधिकरणवृत्तित्वरूपसाधारणत्वं साध्यस्य. तर्हि तत्र विग्रहवाक्यं वदतु. साध्यस्य अभावः इति साध्याभावः, साध्याभाव अधिकरण इत्युक्ते पुनः साध्याभावस्य अधिकरण इति एव. उत्तमं. साध्याभाव अधिकरणवृत्तित्व साध्याभाव अधिकरणश्च वृत्तिश्च इति वा न अधिकरणनिष्ठवृत्तित्वं साध्याभाव अधिकरणनिष्ठवृत्तित्वं तादृश तदेव साधारणत्वम् अत्र साधारणत्वं वह्नौ ज्ञातमेव तर्हि अन्ततो गत्वा किं ज्ञातं वह्नौ वह्नौ दुष्टहेतुत्वं ज्ञातं दुष्टहेतुः भवति न न अत्र किं ज्ञातं साध्याभावत् असाध्य अभाव अधिकरणवृत्तित्वं वह्नौ ज्ञातं हा तत्तु सत्यम् इत्युक्ते अत्र धूमाभाव अधिकरणवृत्तित्वम् इत्युक्ते तप्तायपिण्डः इति एव तदेव तत्रैव वह्निः अस्ति इति ज्ञातम् हा इति चेत् तादृशवह्निना साधनेन साध्यं न साधयितुं शक्यते न साध्यं शक्यते सत्यं तादृशवह्नि इति आशयः अस्तु तर्हि इदानीं साध्याभाव अधिकरणवृत्तित्वं वह्नौ ज्ञातं भवति इति कृत्वा तदेव इदानीं प्रतिबन्धकज्ञानस्य आकारः भवति हा सत्यं तर्हि हेतु यदा हेतौ यदा साध्याभावकरणवृत्तित्वम् आगच्छति चेत् तदेव दुष्टहेतुः भवति तदेव दोषः हा तदेव दोषः वह्निः इति हेतौ कः दोषः इति चेत् साध्य अभाव अधिकरणवृत्तित्वम् एव दोषः तर्हि यदा एतदेव पदं यदा पश्यामः चेत् सम्यक् ज्ञानं सम्यक् अवगमनं भवति इत्युक्ते किमर्थमत्र स्थूलाक्षरैः लिखितम् इति चेत् तत्र मुद्रा वक्तव्यं खलु तदेव मुद्रा कत् दोषः कीदृशः दोषः इत्युक्ते तदभाववत्ता निश्चयमुद्रया नो चेत् तदभावव्याप्यवत्ता निश्चयमुद्रा इति मुद्राद्वयं भवति आम् आम् अत्र का मुद्रा अस्ति तदभाववत्ता मुद्रया तदभाववत्तः व्याप्य नास्ति तदभाव तद् इत्यनेन साध्यं तद् अभाव अधिकरणवृत्तित्वं तदभाववत्ता मुद्रया एव अत्र प्रतिबन्धकत्वं जायते अस्तु समयः जातः अत्र स्थगयेम तर्हि अग्रे यदा इदानीं पठेम तत्र केवलम् अत्र नव पदार्थानि वक्तव्यानि खलु हेत्वाभासीय नवपदार्थानि इत्युक्ते प्रतिबन्धकज्ञानं किं प्रतिबन्धज्ञानं किं प्रतिबन्धकत्वं कथं निरूप्यते इति एतत् सर्वम् अत्र उक्तमस्ति तत्सर्वं मया लिखितमस्ति हेत्वाभासः नूतनचिन्तनम् इति स्प्रेड्शीट् मध्ये सर्वं लिखितमस्ति केवलम् एकवारं सर्वे पठन्तु तदनन्तरम् अग्रिमे वर्गे इतोपि अग्रे सरेम अस्तु सर्वेभ्यो नमस्कारः धन्यवादाश्च